पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 252 श्रीरुद्र उवाच अथ मगधाधिपकंस वधानन्तरं द्विषन्नेव यादवान् सदा पीडयामास ते दुःखिधा कृष्णमोजुः स च भीमार्जुना बाहूय सम्मन्त्रयामास कृष्णः अनेन रुद्र पूजितस्तत्प्रसादाच्छस्त्रैरवद्यः परं केनापि प्रकारेण हन्तव्य इति अथ विचार्य भीममाहयेनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् अध सकल चराचरजगद्वन्द्यो वासुदेवो भीमार्जुनसंहितो जरासन्धस्य पुरीं गत्वा विप्रवेशेण तस्यान्तःपुरमावप सोऽपि महावीर्यान् क्षत्रियान् युद्धे निर्जित्य बलात् गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत् एवंविधं सकलजनपार्थिववधं कुर्वतो जरासन्धस्य समुद्यमानो भीमार्जुन सहितस्तस्य गृहे विप्रवेशेणैव प्रविवेश स तु तान् दृष्ट्वा दण्डवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन सम्पूज्य धन्योऽस्मि कृतकृत्योऽस्मि किमर्थं भवन्तो मे समीप आकदास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच तेषां वासुदेवप्रहसन् पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागतास्म आकस्माकमन्यतमं द्वन्द्वयुद्धार्थं वृणीष्वेत्यवदद सोऽपि तथेत्यवद दत्तो द्वन्द्वयुद्धार्थं मारुतिं वरयामास ततो भीम जरासन्धयोरभिदो भयङ्करं मल्लयुद्धं निरन्तरं पञ्चविंशतिवासरमभूद ततः कृष्णेनैव सञ्चोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपादयामास एवं जरासन्धं पाण्ड्रुपुत्रेण हत्वा तान् जरासन्ध निरोधितान् वासुदेवोऽपि पार्थिवान् मोचयामास निहत्य वायुपुत्रेण जरासन्धं यदूद्वहः तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान् ये च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनं स्वान् स्वान् जनपदान् सर्वे जग्मुकृष्णेन रक्षिताः अथ ताभ्यामिन्द्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रदुं राजसूयं युधिष्ठिरं कारयामास तत्र समाप्ते क्रदौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् तत्र शिशुपालकृष्णं बहून्याक्षेपवाक्यान्युक्तवान् कृष्णोऽपि सुदर्शनेन तस्य शिरचिच्छेद असौ जन्मत्रयावसाने हरे सारूप्यमगमद अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्र कृष्णेन योद्धुं मधुरा माजगाम कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मधुरा माययौ दन्तवक्त्र वासुदेवयोरहोरात्रं मधुरापुरद्वारि यमुनातीरे सङ्ग्रामः समवर्तत। कृष्णस्तु गदया तं जखान सदुचूर्णित सर्वाङ्गो वज्रनिर्भिन्नमहीधर इव गदासुरवनि तले पपाद। सोऽपि हरे सायुज्यं योगिगम्यं नित्यानन्दसुखं शाश्वतं परमं पदमवाप। युद्धं जयविजयौ सनकादि शापव्याजेन केवलं भगवतो लीलार्थं संसृतावहवत्तीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ। कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दव्रजं गत्वा प्राक्तनौ पिदरावभिवाद्य आश्वास्य ताभ्यां साश्रु कण्ठमालिगिदः सकलगोपवृद्धान् प्रणम्याश्वस्य रत्नाभरणादिभिस्तत्रस्तान् सन्तर्पयामास। कालिन्द्यापुलिने रम्ये पुण्यवृक्षसमावृते गोपनारीभिरनिशं क्रीडयामास केशवः। रम्यकेलिसुखेनैव गोपवेषधरो हरिः बद्धप्रेमरसेनात्र मासद्वयमुवासः। अथ तत्रस्ता नन्दगोपादयः सर्वे जनाः पुत्रधारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुण्ठलोकमवापुः। कृष्णस्तु नन्दकोपव्रजौ कस्सां सर्वेषां परमं निरामयं स्वपदं दत्त्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश। तत्र वासुदेवोग्रसेन सङ्कर्षणप्रद्युम्नानि रुद्धा क्रूरादिभिः प्रत्यहं सम्पूजित षोडशसहस्र भार्याभिरष्टाभिर्दिव्य महिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहान्तरेषु सुधकुसुमाञ्जितश्लक्ष्णतरपर्यङ्गेषु रमयामास। अथ रामकृष्णसदीर्घ्यो विप्रो बालसखा सदात्यन्तदारिद्र्यपीडितो मुष्टिमात्राण्या चनाप्त पृथु काञ्जीर्ण वाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम। सदु रुक्मिण्यन्तःपुरद्वारि क्षणं तूष्णीं तस्थौ कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहान्तरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगदसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास। सुधामृतोपमैरन्न पानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रान्तरे याजनाप्तपृथुकान् स्वयमेव हस्तेन गृहीत्वा प्रहसन् जग्रास। कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसम्भूतं महदैश्वर्यमभूद। स तु कृष्णेन विसृष्टो मम किञ्चिद्वस्त्रं वा धनं वा कृष्णेन न दत्तमिति मन्यमानस्वपुरं विवेश। अथ बहुधनधान्ययुधं स्वगृहं दृष्ट्वा तत्प्रसादादिदं लब्धमिति वदन् प्रहृष्टेनान्तरात्मना दिव्यवस्त्राभरणादिना भार्यया सह सर्वान् कामान् भुक्त्वा हरिसन्तुष्टै बहु यज्ञान्विष्टा तत्प्रसादेन परमं नित्यं स्वर्ग सुखमवाप अध धृतराष्ट्रतनयो दुर्योधनः पाण्डुतनयान् कपटद्युतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास ते तु युधिष्ठिरभीमार्जुन नकुलसहदेवाः सुपत्न्या द्रौपद्या सह महारण्यं गत्वा तत्र द्वादशाब्दान् स्थित्वा संवत्सरपर्यन्तमज्ञाताः सर्वे मत्स्य देशाधिपतेर्विराटस्य निवासेन स्थित्वा वासुदेवेन सहायेन धृतराष्ट्राण्योद्धुमाजग्मुः तेषां धार्तराष्ट्रपाण्डुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रमहापुण्यदेवानामपि भयङ्करो महासङ्ग्रामो भवद अध श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वन्नर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रोणप्रमुखान् सर्वान् पार्थिवानेकादशाक्षौहिणी बलसहितान् कुरुक्षेत्रे हत्वा पाण्डवान् राज्ये स्थापयित्वा निःशेषेण सर्वभूपारमपास्य स्वां पुरीं प्रविवेश कस्य चित्वधकालस्य कतिपयाहनि वैदिको ब्राह्मणो मृतं पञ्च वार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन् बहून्याक्रोशवाक्यानि कृष्णं जगाद कृष्णस्तमाक्रोशं श्रुत्वा तूष्णीमुवास स तु मम पञ्चपुत्रा पूर्वं हदा अयं तु षष्ठः एनं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच तस्मिन् काले अर्जुनकृष्णं द्रष्टुमागतस्तथा विधं तं पुत्रशोकेन विलपन्तं ददर्श अर्जुनोऽपि कालधर्ममुपागतं पञ्चवार्षिकं बालकं दृष्ट्वा कृपया विष्टस्तव पुत्रमहं जीवयिष्यामीति ब्राह्मणायाभयं दत्त्वा प्रति श्रुतवान् ब्राह्मणस्तु तेनाश्वासितो हृष्टवान् अथैदं ब्राह्मणशिष्युं बहुभिः सञ्जीविनास्त्रैरभिमन्त्र्य अलब्धजीवितं दृष्ट्वा वृथा प्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणां त्यक्तुमैच्छद कृष्णस्तु तत्सर्वं ज्ञात्वां तः पुराद्विनिष्क्रम्य तं वैदिकं प्राह तव पुत्रान् सर्वानहं दास्यामीत्युक्त्वाश्वास्य वैनतेय मारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम तत्र दिव्यमणिमण्डपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः सतौ बाहुभ्यां परिष्वज्य किमर्थमागता विद्युवाच कृष्णश्च भगवन् वैदिकस्य तनयान् मम देहीत्युवाच स तु नारायणस्तादृग्वयसि संस्थितान् ब्राह्मणपुत्रान् कृष्णाय संददौ श्रीकृष्णोऽपि तान् वैनदेयस्कन्धे समारोप्य हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि देवगणैः संस्थूयमानो द्वारवदी मा विवेश तस्मै ब्राह्मणाय पञ्चवर्षवयस्थान् षट्पुत्रान् ददौ सोऽप्यत्यन्तर्हर्षसमन्विधकृष्णं वर्धयस्वेत्याशिषं प्रायच्छद अर्जुनस्तु सफलां प्रतिज्ञामवाप्य कृष्णं नमस्कृत्य युधिष्ठिरपालितां स्वां पुरीमाजगाम कृष्णस्य षोडशसहस्रभार्यास्वायुधसाहस्रपुत्रा जज्ञिरे तेषां पुत्रपौत्रसङ्ख्यां वक्तुं न शक्यते अत्रापि श्लोकः अष्टौ शतानि पुत्राणां सहस्राण्ययुधं तथा प्रद्युम्नप्रथमस्तेषां सर्वेषां रुक्मिणीसुतः असङ्ख्यैस्तैर्यादवैरियं पृथिवी संवृदाभवद् पुनरप्यवनी भारशङ्कया कृष्णस्तु तान् ऋषिशापव्याजेन संहर्तुमैच्छद कदाचित् सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः तत्र तपन्तं कण्वं महर्षिं दृष्ट्वा जाम्बवत्याः पुत्रं योषिद्वेषं कृत्वा तस्योदरे कात्वा यशं मुसलं बद्ध्वा ऋषेः समीपमागत्य सर्वे नमस्कृत्वा पत्नीरूपं साम्बं कुमारं तस्य पुरदो निधाय अस्या गर्भे स्त्री वा पुरुषो वा भवेष्टीति ब्रूहीत्युजुः स तु मनसा तद्विज्ञायतानमर्षमाणः सर्वाननेन मुसलेन यूयं सर्वे निहदा भवदेत्युवाच सर्वे समुद्विग्नमनसकृष्णं समेत्य महर्षिणोक्तं तत्कर्म निवेदयामासुः कृष्णोऽपि तदा यसं मुसलं चूर्णीभूतं ह्रदे निपादयामास तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसन्निभा महाकाशात्सं बभूवुः तत्र तं मुसलावशिष्टं कनिष्ठाङ्गुलिमात्रं मत्स्यो जग्रास तं मत्स्यं निषादो गृहीत्वा तदुदरस्थं मुसलखण्डमादाय बाणाग्रे फलगमकरोत् कदाचित् सर्वे यादवा रामकृष्णप्रद्युम्नादयो मखवदा प्रेषिदां वारुणीं पीत्वा मत्ता बभूवुः परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदन्तो युद्धं चक्रुः क्षयं च गदाः कृष्णस्तु युद्धश्रान्तः कल्पतरुच्छायां शयनं चकार स निषादो धनुर्बाणं गृहीत्वा केटकवृत्तिं जगाम एवं निःशेषं त्यक्तजीविदा बभूवुस्ते सर्वे स्वान् स्वां स्त्रीदशान् प्रपेदिरे एवं मुशलेन संहृत्य सर्वं स्वयमेको देवो बहु गुल्मसमाकीर्ण महाद्रुमच्छायायां सुप्तश्चतुर्विधव्यूहगदं वासुदेवात्मकमात्मानं चिन्तयन् जानूपरिपदं निधायात्मनो मानुषं वपुस्त्यक्तु मनुनिषसाद यदस्मिन्नन्तरे मृगया जीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजाङ्गुशादिचिह्नितमधिरक्ततमं हरे पादकमलं दृष्ट्वा विव्याध तदनन्तरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्थः प्रवेपमानकृताञ्जलिपुडो महदपराधः सकलोपह्रियदामिति तं प्रणनाम श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुद्धाप्य भवतानापराधं कृतमिति वदन् महाभयपीडितमाश्वासयन्नुवाच ततो योगिगम्यमपुनरावृत्ति शाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पञ्चोपनिषन्मयं सकलपुत्रधारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम तस्मिन् काले दारुको रथमारुह्य विष्णोः समीपं विवेश कृष्णोऽपि मत्स्वरूपमर्जुनं पूर्वमानयस्वेदि प्रेषयामास सदु मनोजवस्यन्दनमारुह्यार्जुन समीपमाजगाम एतस्मिन्नन्तरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्वा किं करोमीति पुण्डाञ्जलिरुवाच कृष्णस्तु तमाह पार्थाहं स्वलोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्टभार्या आनीय मम शरीरे प्रेषय सदारुकेण सहितो नगरी माजगाम यदस्मिन्नन्तरे देवा विमानस्थानभसि संस्थिता स्वर्लोकम् इयान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्धं स्तुत्वा पुष्पवर्षाणि ववृषुः कृष्णोऽपि मानुषदेहं संन्यस्य सकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमन्तर्यामि योगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिस्तूयमानो जगाम अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यस्तत्सर्वं कथयामास तच्छ्रुत्वा सर्वे पौरजना स्त्रियश्च द्वारवदीमुत्सृज्यान्तः पुरात् बहिर्निष्क्रम्य सर्वास्ता कृष्णवल्लभा वसुदेवोग्रसेन सहिता शिखरमेव हरेः समीपं जग्मुः ते सर्वे वसुदेवोग्रसेनाक्रूरा सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनवासुदेवं समाजग्मुः रेवती च बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन् देहं प्राप्य दिव्यविमानारूढा भर्तुस्नानं सङ्कर्षणलोकं दिव्य मवाप तथैव प्रद्युम्नेन सह रुक्मपुत्री तथा निरुद्धेनोषापि सर्वाश्च यादवस्त्रियस्वस्वभर्तुशरीराणि सम्पूज्याग्निप्रवेशं चक्रुः तेषां सर्वेषामर्जुन ऊर्ध्वदैहिकं कृतवान् तस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यगं सर्वरत्नोपेदं दिव्यं स्यन्दनमारुह्य दारुगोऽप्याजगाम पारिजाततरुर्देव सभा सुधर्मात्रि दशेन्द्रलोकमयातां तस्मिन् समये द्वारवदीपुरी महोदधौ निमग्नाभूद ततः सर्वाः षोडशसहस्रभार्या अर्जुनेन सहेन्द्रप्रस्थं गच्छन्तीर्दस्यवो जगृहुः पूर्वं देवगन्धर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहुसुस्ततस्तेन शप्तावेश्या भविष्यथ तदस्ताभिप्रसादितः पूजितश्च तत्प्रसादात् सर्वलोकैश्च नमस्कृतं वासुदेवं भर्तार मवाप्यापि तेनैव दस्युहस्तं गदा अभवन् अर्जुनोऽपि दस्युभिर्निर्जितशोकसमाविष्टो मम भुजबलं सवीर्यं कृष्णेनैव सह सर्वमैश्वर्यं निर्यातमिति मत्वा अद्य मम भाग्यक्षय इति वदन् सायं संधार्य विरिव निःशेष विनष्टते जास्वां पुरीं समाजगाम एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महान्तमपि चोर्विभारं नाशयित्वा नन्दव्रजद्वारकामधुरा निवासिनः सर्वान् स्थावरजङ्गमान् कालभवबन्धैर्मोचयित्वा परमैश्वर्गे शाश्वते योगिगम्ये हिरण्मये रम्ये सात्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास अत्र श्लोकाः अन्ये सर्वेव तारास्यु कृष्णस्य चरितं महद भूभारकविनाशाय प्रादुर्भूतो रमापतिः एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे श्रीकृष्णकरुणासिन्धुर्वैकुण्ठे मोददे सदा अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभं सङ्ग्रहेण मयैवोक्तं तव सर्वफलप्रदं वासुदेवस्य चरितं यः पठेद्धरिसन्निधौ स्मरेद्वा शृणुयाद्भक्रिया स यादि परमं पदम् महापादकयुक्तो वा तथोपपादकसंयुधः बालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते द्वारवत्यां समासीनं रुक्मिणी सहितं हरिं स्मरन् वै महदैश्वर्यमनेनाप्नोत्यसंशयः सङ्ग्रामे सङ्कटे दुर्गे शत्रुभिः परिवेष्टिते नेतारं सर्वदेवानां ध्यात्वा सुविजयी भवेद् यस्मरेद्गोपकन्याभिक्रीडन्तं गोव्रजे शुभे सर्व कामानवाप्नोति सौभाग्यं चैव विन्दति महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनं जेतारं च महारौद्रीं कृत्यां काशीपुरे स्थितां किमत्र बहुनोक्तेन सर्वकालेषु चाप्सुभे कृष्णाय नम इत्येवं मन्त्रमुच्चारयेद्बुधः कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः इमं मन्त्रं जपन् देवि भक्त्या प्रतिदिनं नरः सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः रक्षणाय च लोकानामवस्तान्तरमे दिवै त्रिपुरं हन्तुकामेन मया सम्पूजितो हरिः बुद्धरूपधरश्रीमान् मोहयामास तद्रिपून् मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः नारायणास्त्रेण मया निहदा देवशत्रवः अवतीर्य कलावन्दे ब्राह्मणस्य निवेशने अनिष्यति तथा रौद्रान् म्लेच्छान् सर्वान् जनार्दनः तैस्तैर्भावैर्मया वस्ताः सर्वाः प्रोक्ता जगत्पतेः किमन्यच्रोदु कामासि तद्ब्रवीमि शुभानने इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधाम गमननिरूपणं नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॐ